अस्माकं आर्धधातुकप्रक्रियाय प्रत्ययः त्रिश् तुमन् तव्यत् इति आधारेण प्रचलन् अस्ति. पञ्चोपगानि वयं दृष्टवन्तः, धात्वादेश, प्रत्यादेश, अतिदेश, इडागम, अपिद्वित्वम्. आर्धधातुकप्रक्रियायां त्रिष्टु मन्तव्यत् तेषां प्रति द्वितीयकार्यं न भवति. अपि अन्यकमस्ति, केवलं प्रत्यादेश अपि नास्ति, धात्वा आदेश भवति, अपि इडागमचिन्तनं भवति, अपि अतिदेश इति. इदानीम् अतिदेश पाठं प्रचलन् अस्ति. अतिदेश इति वयं दृष्टवन्तः, तस्य अर्थम् अस्ति प्रत्ययस्य स्वभाव तस्मात् भिन्नं भवति इति. अतिदेशस्य अर्थम् अस्ति भिन्नं किं भवति इत्युक्ते कित्वं वा अकित्वं वा ङित्वत् इति. यदि प्रत्ययः भवति तस्य वयं वदामः अतिदेशं भवति. साधारणतया अतिदेशसूत्राणि प्रथमदस्य द्वितीयपादे सन्ति. प्रथमस्य द्वितीयपादे प्रथमसूत्रम् आरम्भे भवति. तस्य प्रथमत्रय त्रीणि सूत्राणि गाङ् कुटादिभ्यो ङिति विजयत् विभाषोरो ते सर्वसामान्य वयं वदामः सूत्राणि. तदनन्तरं सार्वधातुकमापत् चतुर्थ सूत्रं. तदनन्तरं सर्वे सूत्राणि षड्विंशतिपर्यन्तं ते अतिदेशप्रकरणे आगच्छन्ति. ते विशेषसूत्राणि भवन्ति अस्माकं प्रक्रियायां. त्रीणि सामान्यसूत्राणि, तस्य प्रयोजनं भवति. गाङ् कुटादिभ्यो ङिति इति सूत्रम् अस्ति. यदि एङ् धातु तस्य कृते गाङ् आदेश भवति. कुटादिगणीय ये धातवः आगच्छति ते ङित् ङित् भिन्न प्रत्ययपरे ङित्वत् भवन्ति इति. गाङ्कुटादिभ्यः प्रति ङित्वद् भवति इत्युक्ते गुणनिषेधः भवति इति तस्य अर्थं भवति. सो अनुवृत्तिसूत्रमस्ति गाङ्कुटादिभ्यः अञ्जनत् ङित् अस्ति. सो ङित् ङित् भिन्न ये आर्धधातुकप्रत्ययः सन्ति ते गाङ् वा कुटादिगण्यधातव परे यदा सन्ति तत्र ङित्वद् भवन्ति, गुणनिषेधः भवति. गाङ् इति अस्माकं इङ् धातोः स्थाने यदि गाङ् आगच्छति तत् केवलं लिटि लुङि लृङि तद् भवति. अत्र तस्य आदेशः न भवति यदि त्रिच्तुमन् तव्यत् अस्ति. तस्य वयं न पठामः, केवलं कुटादिगण्यधातव कुटादिगण्यधातव वयं जानीमः. पञ्चत्रिशन्तधातवः सन्ति कुटादिगणीय अपि ते तुदादिगणीय अन्तर्भूतसन्ति. कुटादिगणं तुदादिगणे आगच्छति. तुदादिगणे अपि निषेधः अस्ति, गुणनिषेधः भवति. कारणकि श प्रत्ययः पित् नास्ति, सार्वधातुकम् अपित् अनेन गुणनिषेधः भवति. तत्र सार्वधातुकप्रक्रिया न भवति, किन्तु तत्र कः प्रयोजनं कुटादिभ्यः इति. गणे धातु धातवः सन्ति, किन्तु तस्य प्रयोजनं भवति आर्धधातुकप्रक्रियायां गुणनिषेधः इति. वयं तस्य प्रयोजनम् आर्धधातुकं प्रक्रियायाम् अस्ति, न तु सार्वधातुकं प्रक्रियायां. तदनन्तरं वयं दृष्टवन्तः विजयेत् विजयत् इति विज् धातु अपि धातुद्वयम् अस्ति, एकधातुम् अस्ति जुहोचादिगणे, यत् वयम् अनिक् अस्ति, वयं दृष्टवन्तः अस्माकम् आवल्यां जकारान्तधातु तत्र यदि विज् धातु अस्ति इदुपदधातु तत्र वेक्ता इति रूपम् अस्ति, सो विजय यत् अस्ति सूत्रं तत् भवति तुदादिगण्यधातु विजय विजय सूत्रं वदति यदि आर्धधातुक इदागमसहितसूत्र प्रत्ययपरे अस्ति विज् धातोः परे आर्धधातुक इदागमसहितसूत्र प्रत्ययः अस्ति तत्र गुणनिषेधः भवति, सो विजयेत् इति तस्य रूपं भवति। उदाहरणमस्ति विज् योगतव्यत् यदि वयं इत्तव्यत् भवति कारण कि तव्यत् इति तव्यत् तु मन्त्रिष्टे प्रत्याः आर्धधातुके ज्वलादे अनेन इदागमः भवति। विज् इति धातु कारण कि हलन्त अस्ति सर्वे हलन्तधातव सेटः इति कृते विजयत् इति सेट् भवति तत्र, सो इदागमचिन्तनं भवति। विजयोग तव्यत् इत्तव्यत् भवति तत्र वेक्तव्यतां वेक् भवेत् किन्तु इति न भवति कारण कि विजयत् अनेन गुणनिषेधः भवति, तु अत्र भवति विजितव्यतम् इति भवति इति विजिता विजितव्यतम् अविजितुम् इति भवति। तदनन्तरं वयं दृष्टवन्तः विभाषा अणुणु विभाषा अणुणु अपि विजय द्वयोः मध्ये भेदः किम् अस्ति अणु विभाषा अणु वदति यदि अणु धातु परे इदागम सहित आर्धधातुकप्रत्ययः अस्ति तदा विकल्पेन गुणनिषेधः भवति, एकपक्षे इदागमसहित यत् सूत्रम् प्रत्ययः अस्ति इत्तव्य भवति तत्र एकपक्षे गुण भवति एकपक्षे गुण न भवति। विजयेत् नित्यं गुणनिषेधः अस्ति, द्वयोः मध्ये भेदः एतत् अस्ति। विजयेत् इति नित्यं निषेधः गुणनिषेधः, विभाषा अणु तत्र विकल्पेन निषेधः भवति। सो यदि वयं स्वीकुर्मः उणु योग इत्तव्य तत्र यदि एकपक्षे यत्र गुणः भवति तत्र वयं वदामः उणु योग इत्तव्य तत्र एचो वयावनेन अव आदेशः भवति, तो उणवित्तव्यम् इति भवति। यदि गुणः न भवति यथा वयम् उक्तवन्तः ङित्वद् भवति तत्र उणु योग इत्तव्य अचिष्णु धातु भ्रुवां युवो युवङ्गो अनेन सूत्रेण कारण कि इत् इति अचि अस्ति तत्र अनेन उवङ् आदेशः भवति, तत्र उणु उणु वङ् क्षम्यताम् उणु वित्यम् इति भवति उणु वित्यम्। सो एकपक्षे उणु वित्यं भवति अन्यपक्षे यत्र गुणः भवति तत्र उणवित्यं भवति इति। एतावत् वयं गतसप्ताहे दृष्टवन्तः। इदानीं वयं कुर्मः सामान्य पुनः वयं कृतवन्तः सामान्य अङ्गकार्यं, तत् गतसप्ताहे न कृतवन्तः साधु अद्य कुर्मः कुटादितः इति कुटादेः दातवः इति वयं न पठितवन्तः खलु तस्मात् पूर्वं सामान्य अङ्गकार्यमस्ति न तत्र तत् वयं कृतवन्तः गतसप्ताहे साधु किन्तु कुटादेः दातवः इति रूपाणि आमां पठितवन्तः सत्यम् आं भगिनि सामान्य यदि सामान्य ईकारान्तदातवः वयं जानीमः केवलं ढीन् कृतवन्तः वा वयं कृतवन्तः तत् एचोवयाव सामान्य अङ्गकार्यम् इति आरभ्य खलु तर्हि एतावता अस्माभिः ततः आरभ्य सत्यं सत्यं भगिनि अरुणा भगिनी पठति वा भगिनि, मम पञ्चनिमिषं ददातु, अधुना आगच्छामि। किं पठनीयं भगिनि? अतिदेशसूत्र सामान्य अङ्गकार्यं तत् आरभ्य पठतु। ओके, सामान्य अङ्गकार्यं केनचित् अतिदेशसूत्रेण सव्यक्तुमुन्तृच् प्रत्ययः निद्वत् न भवति चेत् तिङन्तधातूनां च लघुपधातूनां च एकः गुण आदेशो भवति एव। ओके, अतिदेशसूत्रेण वयं जानीमः गाङ्कुटादिभ्यः सूत्रेण गुणनिषेधः भवति। गुणनिषेधः नास्ति चेत् सर्वधातुकार्धधातुक धातुः अजादि अदन्तमस्ति चेत् गुणः भवति सर्वधातुक अर्धधातुकयोः इति सूत्रेण पठामि। केवलम् अजन्तम् अजन्तं यदि भवति तदापि गुण अदन्तं न केव अदन्तं न अजन्तं अजन्तम् अच्छि परि अच्छि अन्ते अस्ति अपि अजन्तम् अजन्तं केवलम् अकार अन्ते भवति। आं वदतु, पठतु इगन्तदातवः। इगन्तदातवः उदाहरणमस्ति नियोगतव्यत् नियोगतव्य हलन्तमि सूत्रेण सकारलोपः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन इक् वर्णस्य गुण भवति निये स्थाने ने आगच्छति नेतव्य आदि नीदा दीर्घ इकारधातवः विहाय सर्वे अनिटः इदागमः भवति नेतव्य नेतव्य नेतव्यं तदेव नीयवतुमुन् नीयवतुं नकारलोपः भवति अलङ्केन सार्वधातुकादित्यगुणं भूत्वा नेतुं भवति तदेव नीयवतृच् अत्र नीयः तृ सार्वधातुक आर्धधातुकेन नेतृ पुंलिङ्गे नेता नेत्री स्त्रीलिङ्गे नेतृ पुस्तकलिङ्गे भवति। अग्रे अपि पठतु समाप्य भवत्यत् अत्र ओकार अन्ते अस्ति एकवर्णः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुण भवति होतव्यम् इति रूपं भवति हूयवतुमुन् अत्र अपि सार्वधातुक आर्धधातुकयोः गुणं भूत्वा होतुं भवति हूयवतृच् सार्वधातु आर्धधातुकयोः गुणं भूत्वा होतृ पुंलिङ्गे होता स्त्रीलिङ्गे होत्री नपुंसकलिङ्गे होतृ तदेव कृ धातु ऋकारान्तदातु वयं तव्यत् रूपाणि होतव्ये होतव्यः होतव्या होतव्यं कृतुमन् ऋकारान्त ऋकारान्तदातुः एकवर्णः अस्ति ततः तुमुन् नकारं लोपः भवतु हलन्तमिति सूत्रेण क्रूयव नु सुकुन उकार अपि उच्चार्थन उच्चारणार्थं क्रू प्रस्तुं गुण भूत्वा कर्तुम् इति रूपमस्ति भवति तव्यत् अस्ति चेत् क्रूयुग तव्यत् पकारः हलन्तम् इति सूत्रेण अपगच्छति सार्वधातुकार्थेन कर्तव्यं कर्तव्यं कर्तव्य अपि अत्रापि कर्तव्यः कर्तव्या भवति तर्हि क्रूयोगतृच् सार्वजातुदातेः गुणभूत् कर्तृ इति पुंलिङ्गे कर्ता स्त्रीलिङ्गे कर्त्री नपुंसकलिङ्गे कर्तृ कर्तृ कर्ता विमला भगिनी अग्रे भवती पठति वा प्रयत्नं करोमि यदि अहं निष्कासित भवेयं तदा न शक्यते अद्य सम्यक् अस्ति इति भाति श्रूयते इदानीं श्रूयते अस्तु इगन्तधातुः सेट् अस्ति चेत् यान्तवान्तसन्धिरपि भवति शी इतव्यः सार्वधातुक आर्धधातुकयोः इत्यनेन ईकारस्य गुणं भूत्वा शे इतव्यः तत्पश्चात् एच् ओय वायव इति भूत्वा शै इतव्यः शयितव्यम् इतव्य तथैव शी इतुं शयितुमिति भवति शी इत्र शयित्र शयिता शयित्री इति भवति यु इतव्य सार्वधातुक आर्धधातुकयोः अत्र यो इतव्य एच् ओय वायावः इति भूत्वा यव् इतव्य यो ओकारः अव् आदेशः भवति ओकारस्य यव् इतव्य यवितव्यं यु यव् इतव्य यवितव्यं यु इतुं यवितुं भगिनी तीनि रूपाणि अपि वदतु त्रिषु लिङ्गेषु तव्य यवितव्यं केवलं तुमुन् केवल तुमुन् अव्ययः अस्ति तव्यत् त्रिषु लिङ्गेषु भवति परन्तु तव्यत् त्रिषु लिङ्गेषु न भवति इति भाति कर्मणि प्रतियोगे आगच्छति त्रिषु लिङ्गेषु भवति तद् भवितव्यं सा नेतव्य ईदृशं वयं न वदन्तः स्म तत् भवितव्यं सा भवितव्या इति न वदामः स्म कारणे किल भवतु इति किम् अस्ति अकर्मकधातुः अस्ति शी अपि अकर्मकधातुः अस्ति शवितव्यम् इति केवलं नपुंसकलिङ्गे भवति शयितुमिति तदपि अकर्मक अस्ति आम् यवितुं यवितव्यं यु इतुं यवितुम् अव्ययं तत्र यु इतृ सार्वधातुकार्धायुक इत्यनेन यो इतृ एचोयवायाः इत्यनेन यव् इतृ यवितृ यविता यवित्री यवितृ इति त्रिषु लिङ्गेषु भवति सूत्रमपि पठतु सार्वधातुकार्धातुकयोः प्रथमम् अपि वयं जानीमः द्वयोः सूत्रं द्वयं किन्तु प्रथमम् अनुवृत्तिसहितसूत्रमिति प्रथमद्वयवाक्यम् अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति अत्र भवति प्रतिपादयतु अपि इगन्धाङ्गस्य गुणः एकः गुणः भवति सार्वधातुके आर्धातुके प्रत्ययपरे तदेव भवति भगिनि आम् अस्तु एचोयवायवः एच इत्युक्ते ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ ऐ आ इत्यादेशः भवति अचिपरे अनुवृत्तिसहितसूत्रमस्ति एचः अयवायावः अचि संहितायाम् इति तद् अद्य एव दृष्टमस्ति द्वावपि सूत्रयोः प्रयोजनम् उपयोगं भवती पठति किं लघु इदानीम् अहं पठामि लघुपदधातव सेत् धातुः लिख् लिख् इति वयं जानीमः हलन्तधातुः अस्ति सर्वे हलन्त विहाय अस्माकम् आवल्यां ते सेटः लिख् इति सेट् अस्ति ततः तव्यत्वं तत्र इदागमचिन्तनं भवति तो लेख् योग इत्तव्य पुगन्तलघुपद्यस्य अनेन गुणः भवति इकार इक्व प्रत्याहारे अन्तर्भूतः अस्ति उपधायाम् अस्ति तस्य गुण अधीयनेन इकारः भवति तु लेख् योग इत्तव्य लेखितव्य लेखितव्या लेखितव्यम् इति भवति. लेखितुं तथैव समानप्रक्रिया लेखितुं लिखयोग त्रिच् इत्र अत्र अपि लेखितृ नपुसङ्कलिङ्गे लेखिता इति भवति, पुल्लिङ्गे लेखित्री इति भवति स्त्रीलिङ्गे. इदानीं मिद् मिद् अपि हलन्तधातु सेट् अस्ति, सो मिद् योगेतव्य पुगन्तलघुपदस्य अनेन मेद् भवति. मेदितव्यं मेदितव्या मेदितव्यः यदि एतुम् अस्ति तत्र मेदितुं त्रिच् अने मेदिता इति पुल्लिङ्गे, मेदित्री स्त्रीलिङ्गे, मेदित्र इति नपुंसकलिङ्गे. इदानीं वृष् इति ऋकार उपधायाम् अस्ति, तु अत्र गुणं भूत्वा अर् तदनन्तर अपर अनेन अर् भवति, तु वर्ष भवति. वर्ष योगतव्य वर्षितव्यं वर्षिता वर्षितव्या वर्षितव्यः पुगन्तल वर्षितुम् इति तुमन् त्रिचत् अस्ति, वर्षिता वर्षित्री वर्षित्र इति भवति. पुगन्तलघुपदस्य च सूत्रं वदति अङ्गकार्यं भव पुगन्तलघुपदस्य अङ्गकार्यमपि अस्ति, सन्धिकार्यमपि न केवलम् अङ्गकार्यम्. अतः सप्तमे अध्याय अस्ति तृतीयपादे पुगन्तस्य अङ्गस्य लघुपदस्य च एकगुणः भवति सार्वधातुके आर्धधातुके च परे. अनुवृत्तिसहितसूत्रम् अस्ति पुगन्त लघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः. पुगन्तस्य लघुपदस्य इति षष्टिविभक्त्यां स्थाने भवन्ति. पुग् इति धातु अस्ति, अस्माकम् अत्र तस्य प्रयोजनं नास्ति. अत्र उपधायाम् एकः गुणः इकः इति प्रत्याहार अस्ति. इ ऊर् इति धातव इति स्वराः यदि अस्ति उभतायां तस्य गुणः भवति सार्वधातुक अर्धधातुकयो इति भवति परनिमित्तिकं प्रत्ययः सार्वधातुक अर्धधातुक यदि परे अस्ति इति तस्य अर्थं भवति. विशेषलघुपदधातव इदानीम् अरुणा भगिनी भवती पठति वा भगिनि? कृप् या विशेष विशेषलघु उपधातवः कृप् धातुः. कृपे कृपेश्च अवकल्पने अर्थः अवकल्पने अवकल्पनितम् अवकल्पने विचारं करोति चिन्तनं करोति अर्थः. कृप् योगः तृच् तुमुन् तव्यत् प्रथमं प्रगन्तलघुपदस्य इति सूत्रेण कर्प् योगः तृच् तुमुन् तद्यत् कृपोरोलः इति सूत्रेण रेफस्थाने लकार आदेशः भवति. कल्प् योगः तृच् तुमुन् तद्यत् कल्पिता कल्पि कल्प कल्पिति भगिनि कल्पितुं न त्रिषु लिङ्गस् भगिनि कल्पिता इति तृच् कल्पिता कल्पित्री कल्पित्र कल्पितं कल्पितृ भवति ओ कल् कल् कल्पितृ भवति कल्पितुं तु मन्ये एकमेव कल्पितव्यम् अत्र कल्पितव्यः कल्पितव्या कल्पितव्यम् अपि कृप् धातु वयं जानीमः इति किमस्ति वेद् धातु अस्ति साधु. इता यदि भवति तत्र किं भवति रूपं द्वयम् आगच्छति साधु. कृप् धातु वेद् अस्ति वा ततः इदागम भवति एकपक्षे इदागम एकपक्षे इदागम न भवति साधु. ओके कृप् योगः इत्रुच् आर्धधातुकप्रत्यय पठति तदापि भवति गुणः भवति कल्पता तस्य इकार न आगच्छति साधु यदि इता नास्ति तत्र कल्पता कल्पतुं कल्पतव्यम् इति भवति. अन्यत् रूपद्वयम् अस्ति भवती कल्पता ओ अकारस्य अनन्तरम् अकारः अकारः अपि नास्ति कल्पता ओ कल्पता ओके कल्पता कल्प्ति कल्तृ कल्पतुं कल्पतुं कल्प्तुं कल्तव्यः कल्तव्या कल्तव्यं साधु वाक्यं वदति वा भगिनि सरला भगिनी वर्गे सरला भगिनी वर्गे व्याकरणं कल्पितव्यम् पूर्वसूत्रं भगिनि कृप् धातौ रेफस्य लकारादेशः भवति रा इति श्रुतिसामान्यं बोध्यं तेन यः केवलः रेफ यश्च ऋकारस्य तयोद्वयोः अपि ग्रहणं अनुभूतचरित्रं कृपः उः कृपः रः लः अत्र उः इति ऋकारस्य षष्टिः अस्ति कृप्योगः षष्टि लः आदेशः द्वारमपि न कृप् योग उः कृपः उः तत्र कृप् सदृश ऋकारस्वर अस्ति रेफ सदृश उच्चारणं भवति अतः कृपः उः यत्र अस्ति तत्र क्लिप् भवति लकारः आगच्छति तत्र कृपः कृपरः यदि गुणः भवति तो कृपरः गुणः भूत्वा रेफ यदि आगच्छति तत्रापि लकारः अस्ति इति तत् द्विवारम् अस्ति कृपः उ कृपरः लो इति अस्तु नमस्कारः भगिनी तत्र उक्तषष्टिकं पदवती अस्ति उक्तषष्टिकमित्युक्ते किम् कृपः उः यत्र अस्ति तत्र कृपः यदि लुप्तषष्टिकम् इति कृप् यदि वयं वदामः कृप कृप् तत्र षष्ठी विभक्ति इति षष्ठी विभक्ति भूत्वा कृप् कृपः भवति साधु इत किन्तु यदि क्लिप् क्लिप् इति वयं वदामः तत्र लुप्तषष्टिकम् इति भवति भव्या भगिनी भवती प्रतिपादयतु न न भगिनी भवती एव वदतु भगिनि अहम् अवगच्छामि भवती यत् वदति किन्तु भवती यत् उक्तवती भगिनि अहं तु तस्मिन् विषये तत्र किम् आसीत् तत्र सामान्यतया विभक्तिपरिमाणं भवति खलु तादृशं स्वीकर्तव्यम् इति खलु षष्टिकमिति अस्ति इत्युक्ते किमिति तदेव न अवगतम् एकनिमिषं भगिनि अहम् अधुना उपविष्टवती पूर्णोदात् सामान्यकारान्तः समाप्तः कुटादिगणः ऋकारान्तदातवः जातं वा भगिनि कृपा तदेव तत्रैव अन्तिमवाक्यमस्ति सूत्रं स्वयं सम्पूर्णमिति तत्र पूर्वं क्षम्यतां वाक्यमस्ति कृपलुप्तषष्टिकं पदं भूषष्ट्यन्तं रहषष्ट्यन्तं लः प्रथमान्तमिति कृपोरोलः इत्यस्मिन् कृप् धातोः रेफस्य लकारादेशः भवति, र इति श्रुतिसामान्यम् इति अस्ति, येन उभयमपि गृह्यते खलु, रेपः ऋकारः उभयमपि गृह्यते, येन तेन यः केवलः रेपः यस्य ऋकारस्य तयोः द्वयोः अपि ग्रहणम् इत्युक्ते सामान्यरेपः अनन्तरं रोः इत्यनेन तत्र ऋकारस्य अपि ग्रहणम् इति लः इत्यस्यापि श्रुतिसामान्यमेव, अत्र तु लृ अनन्तरं लकारः उभयथापि तत्र भवति. अत्र अस्तु, तदनन्तरम् अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेफो भवति तस्य रेफस्य स्थाने लकारादेशः, पुनः कृप् धातोः ऋकारस्य रेपसदृशः अंशः तस्य स्थाने लसदृश अंशादेशो भवति. तत्र कृप इति लुप्तषष्टिकमिति, तत्र कृप् धातोः कृप् इति पदस्य षष्टिविभक्तिः कथं भवति तत् पश्यामः चेत् प्रायः अवगन्तुं शक्नुमः. कृपः कृपः रः लः इति षष्टि, कृपः इत्युक्ते षष्टि कृपः भवति, कृप् इति हलन्त तर्हि न्यासे किमपि अस्ति पश्यामः तत्र सामान्यतया कृप इति कृपः इति अस्ति तत्र यदि षष्टि अस्ति चेत् षष्टि अस्ति चेत् अपि कृपः एव भवति खलु. आम् अहं जालपुटे पश्यन्ति पूर्वं महोदय उक्तवान् आसीत् तदा स्मरामि अवगतम् अधुना तु नगच्छामि. षष्टिकवचने इति ऋकारस्य रूपम् एव षष्टि तत्र षष्टि एकवचने उत् इति ऋकारस्य रूपम् इति उत् इति भवति इत्युक्ते कुपुः इति भवति खलु उहु भवति षष्टि षष्टि विभक्ति षष्टि उपु भवति किन्तु षष्टिविभक्तेः लोपं कृत्वा अत्र कृपः इति कीदृशकः विभक्तिः इति न वक्तुं शक्यते खलु केवलम् अकारः अकारः प्रायः तत्र उच्चारणार्थः भवति वा कृपस्य कृपः कृपः इति तत्र कृप् किमर्थम् उकारादेशः भवति इति कृपः उहु इत्युक्ते ऋ कृप ऋ इति अङ्गमस्ति पितृ पितुः इति भवति किल यदि पिताशब्दस्य पितृ तत्र ऋकारस्य षष्टि कृप इति कृप् धातोः खलु पकारान्तधातुः तस्य तु कृप् कृपः इत्येव भवति खलु अत्र किमर्थं लुप्तषष्टिकं लुप्तविभक्तिकम् इति कृतमस्ति कृप इति लुप्तविभक्तिकम् अनन्तरम् षष्ट एकवचने उद् इति ऋकारस्य रूपम् अवयवषष्टि कृप उः इति स्थितेः आद्गुणे कृपोरिति विसर्गस्य भवति भगिनि उत्त्वं तदनन्तरम् आद्गुण भवति न हसि परे कृपो न न कृपः उहु इति स्थितौ उहु इति स्थितौ कृप उहु इति स्थितौ आद्गुणे कृपोरिति भवति आम् कृपो भवति कृपोर्भवति र इति षष्ट्यन्तं खलु कृपोः इति भवति तत्र कृपोर् रः इति स्थितेरो रि इति रेफलोपो कृपोरः इति भवति रोरि इति रेप् रोरि इति भवति इति कृपोर् इति भूत्वा तत्र रोरि भूत्वा लुप्तः भवति खलु इति कृत्वा लुप्तषष्टिकम् इति दत्तमस्ति. अवगतं वा? अत्र बालमनोरयम दत्तमस्ति. अत्र किम् उक्तमस्ति इति कृपयोग धातुः कृप् धातुः नास्ति इति धातु पश्यामः धातुः तु कृप इति धातुः अस्ति इति कृपो इति धातु कृप् इति हलन्तधातुः नास्ति कृप इति अकारान्तदातुः अस्ति, समीचीनं, नाट् कृप्, आम् इति नाट् कृप्, आम् आं तथा दत्तमस्ति अत्र प्रायः धातुद्वयम् अस्ति इति मन्ये, एकं तु कृपदौर्बल्ये इति अस्ति, कृपायां गतौ इत्यपि अस्ति, पश्यामि किन्तु तत्र कृप इति अकारान्तः न तत् भगिनि उपरि कृप् इति हलन्तदातु महोदयेन लिखितमस्ति, कृप् दातु कथं वा तत्र लिप्तषष्टिकं भवति, कृप् धातोः षष्टि यदि हलन्त अस्ति तु कृपः भवति न साधु, कृप तदा तु कृपः एव भवति, तत्र उत्तिथि कुतः आगच्छति, किमर्थं वयम् उत्तिथि योजयामः इति प्रश्नः, कृप् धातोः अवयवषष्टि, आमां कृपधातोः उकारस्य स्थाने इति भवति खलु, अवयवः अस्ति कृपधातोः उकारस्य स्थाने, कृपः इति अवयवः सम्बन्धः अस्ति खलु, अवयवः अस्ति कृपः ऋकारः इति, अनन्तरम् ओ उकारस्य एव तत्र षष्टिविभक्तिः अस्ति, साधु वा, अत्र सूत्रं कथं पठनीयम् इत्युक्ते कृपोः किम् ओः किम् अस्ति ओः किं भवति तत्र कृपः ऊः कृपः ऊः रोलः इति भवति, इत्युक्ते कृप् धातोः ऋकारस्य, अनन्तरं रेफ रो इति किं भवति, रो इति यदि गुण भूत्वा रकार आगच्छति न तत्र स्थितेः रोरि इति रेपलुपो रः इति भवति इति प्रथमं कृपः आदेशः आदेशः रो इत्युक्ते तदपि रः इति वक्तव्यं, कृपोः उः रः लः इति खलु, न न न रेफस्य स्थाने इति भवति खलु, रेफस्य प्रथमं यत् अस्ति कृपः उः लः, अनन्तरं कृपः रोः लः इति उभयं साधु, अत्र कृपः इत्यस्य सम्बन्धषष्टिः अस्ति, तदा किं भवति कृपः प्लस् उत् इति किम् अस्ति उः इत्यस्य, तदा किं भवति तत्र उः इत्यस्य तत्र आद्गुणः भूत्वा तत्र प्रथमं विसर्गस्य उकारः भवति, तदनन्तरम् आद्गुणः भूत्वा लेखनीयं वा भगिनि तत्र तत्र आन्लैन् मध्ये अस्ति प्रायः अत्र लिखामि एकवारं शेर् स्क्रीन् कृत्वा कृत्वा एवं भवति तत्र क्षम्यताम् कृपः कृपः उः प्रथमं लः इति भवति प्रथमभागः खलु, लः इत्यनेन अत्र तु लृ इति अवगन्तव्यं खलु, कृपः रोः रः लः लः इति अत्र तु किम् अस्ति कृपः इति अवयव अनन्तरम् उः इति स्थाने इति ऋस्थाने इति खलु ऋस्थाने ऋ आदेशः तत्तु षष्टिः अस्ति एतदपि षष्टिः अस्ति ऋस्थाने एतत्तु ऋ आदेशः तदनन्तरम् अत्रापि समानमस्ति अवयवषष्टिः अस्ति रः इति गुण भूत्वा ऋस्थाने खलु ऋस्थाने रेफस्थाने ऋस्थाने लः इति इल् इति अहकारः तु तत्र उच्चारणार्थः इति मन्ये खलु तदा एव महोदय लिखितवान् इल् इति आदेशः भवति. अस्तु तदवगतं. तदा किं भवति कृपो धातोः इति षष्टि कृपो कृपः धातोः इति अर्थः सम्बन्धषष्टि अवयवषष्टि एवं तर्हि कदा तदा भवति कृपः प्लस् उ इति स्थाने तदा उभयमपि योजयित्वा लिखामः आहत्य सूत्रं भवति कृपो अनन्तरं ऋकारस्य स्थाने ऋकारस्य च इति व्याहरणं भवति च लृ आदेशः ल च आदेशः इति आदेशः इति. अस्तु अधुना उः इति स्थाने किं भवति कृपो भवति प्रथमं भूत्वा उः इति भवति तदनन्तरं कृपोरिति भवति. आद्गुणः आद्गुणः सूत्रेण कृपोर्भूत्वा कृपोर् लः इति अस्ति रः इत्यस्य एव रो भवति अनन्तरं कृपोर् रः इति अधुना किं भवति रोरि इति सूत्रेण कृपो रः लः इति भवति. अत्र पुनः किं भवति कृपो रो लः खलु विसर्गस्य तत्र उकारः हसि किं कः सूत्रमस्ति भगिनि विसर्गस्य हसि अत् विसर्गपर्ये हसि परे उक्तं भवति हसि च इति सूत्रं खलु सूत्रं केवलं सूत्रम् अस्तु भगिनि आम् अवगतं. तर्हि पुनः हसि चैतनेनैव कृपोरोलः इति भवति साधु तदेव लुप्तषष्टीकम् इति अत्र लुप्तः जातः षष्टी उद्दिश्य अस्ति किन्तु लुप्तः जास्य वर्णः लुप्तः जातः इति कृत्वा लुप्तषष्टीकम् इति उक्तमस्ति. भगिनि एतद् भवति चाट् मध्ये प्रेषितुं शक्नोति किं यद् यद् एतत् सर्वं अत्र दत्तमासीत् अत्र बालमनोरमायां कृप इति लुप्तषष्टिविभक्तिकं षष्टिः एकवचने उदिति ऋकारस्य रूपम् इति उकारः भवति अवयवषष्टिः अस्ति एतदिति कृप उः इति स्थिते आद्गुणे कृपोरिति भवति र इति षष्ट्यन्तं कृपोर्रः इति स्थितौ स्थितौ रोरि इति रेफलोपो लोपे कृपोरः इति भवति ल इति प्रथमान्तम् इति अकारः उच्चारणार्थः इति अग्रे पठामि वा भगिनि कुत्र पठनीयं मृज् धातोः वा मृज् धातोः वृद्धिः भवति अत्र सामान्यसूत्रं तत्र विशिष्टसूत्रं बहुत्र पठितवन्तः मृजेर्विद्धिः वृद्धिः मृज्योगः तृच् तदा तु मृजेर्वृद्धिः इत्यनेन मार्ज् भवति वृद्धिकार्यं भवति आ इति वृद्धि वर्णः आगच्छति अनन्तरम् उरन् रपरः इति रपरः भवति सः आकारः तर्हि मार्ज् इज् इति भवति मार्जयोगः तृष् अत्र अधुना जकार अत्र मृज् ब्रश ब्रश सृज मृज इति मृज इति उक्तम् अस्ति सूत्रे. अस्य सामर्थ्येन तत्र अन्तिम जकारस्य स्थाने षकारादेशः भवति. तर्हि मार्ष् योगः तृच् इति भवति. तदार्थ तत्र ष्टुत्वं भूत्वा तकारस्य स्थाने टकारः भवति. मार्ष्टृ इति रूपं प्राप्नुमः. प्रातिपदिकं मार्ष्टा इति प्रथमाविभक्तं भवति. तथा एव मार्ष्टुं मार्ष्टव्यम् इति रूपाणि. अत्र ष्टुना ष्टुनु ष्टुः इति सूत्रेण ष्टुत्वसन्धिकार्यमपि भवति. मृजेर्वृद्धिः मृजधातोः इकः वृद्धिः भवति सार्वधातुके चार्धधातुके च प्रत्ययपरे. मृजधातोः सार्वधातुके प्रत्यये अपि भवति आर्धधातुके प्रत्यये अपि भवति. तर्हि सर्वदा भवति इति स्वीकर्तुं शक्यते वा? नित्यं तस्य मृजधातोः तत्र तथा भवति इति. तर्हि किमर्थं पाणिनिः मार्ज् इति एव न दत्तवान् इति न जाने. किमर्थं मृज् इति दत्तवान्? अस्य किमपि अपवादः भवति वा? अस्ति अत्र किमर्थम् इक्तप्रत्ययः परे किमर्थं मृजेर्वृद्धिः वृद्धिप्राप्तुम् अन्य ओ यत्र निति च भवति तत्र तु न भवति. अस्तु, यत्र गुणकार्यं भवितुम् अर्हति तदा वृद्धिः. गुणप्राप्ते तत्र वृद्धिः भवति. तत्र अस्तु अस्तु, मृजेर् यत्र गुणः न भवति गुणनिषेधः अस्ति चेत् वृद्धिकार्यमपि निषिध्यते. अवगतम् इति कृत्वा पाणिनिः मार्ज् इति न दत्तवान्, मृज् इति एव दत्तवान्. कुत्रचित् तु तत्र भवति अङ्गकार्यत्वात् प्रत्ययः परे अस्ति एव. स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव. मृजेः षष्ट्यन्तम् अस्तु. अत्र अङ्गम् इति दत्तमस्ति. मृज् धातोः इकः वृद्धिः इति अङ्गस्य इति अधिकारे वर्तते इति कृत्वा वयं जानीमः प्रत्यये परे भवति इति. तदा तु प्रत्ययः यदि सार्वधातुकं भवति नो चेत् आर्धधातुकं भवति. महोदयेन सार्वधातुके आर्धधातुके च प्रत्यये परे इति उक्तमस्ति. मृजेः षष्ट्यन्तम् इति उक्तमस्ति. अस्तु, इति सम्बन्ध अत्र तु अवयवषष्टिः अस्ति. पुनः मृजेः षष्ट्यन्तं वृद्धिः इति प्रथमान्तम् अङ्गस्य इति अपि किं भवति अङ्गस्य तदपि अवयवषष्टिः अस्ति. तत्र इकः इति तत्र स्थाने अस्ति खलु, इकः स्थाने इति भवति. वृद्धिः प्रथमान्तम् इति अस्ति, तत्तु आदेशः अस्ति द्विपदमिदं सूत्रमिति. इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ट्यन्त्या अनुवृत्तिः तत्र आटोमेटिकलि तत्र अनुवृत्तिः भवति. तत्र वृद्धिः गुणं वा भवति तत्र कस्य वर्णस्य इति पृच्छामः चेत् इकः एव गुणकार्यं भवति खलु. तत्र स्वीकुर्मः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मृजेः भगिनि. परिभाषासूत्रं न अवगतम्. अत्र किम् उक्तमस्ति, इको गुणवृद्धिः इति सूत्रे एवं मन्ये यत्र यत्र गुणं वृद्धिः गुणकार्यं वृद्धिकार्यम् इति भवति तदा प्रश्नः आयाति खलु. अत्र अधुना एव सूत्रे केवलम् एवम् उक्तमस्ति, मृजधातोः वृद्धिः मृजेर्वृद्धिः इति एव अस्ति. पश्यतु भगिनि, अत्र सूत्रे मृजेः वृद्धिः इति अस्ति, अङ्गस्य इति अधिकारे अस्ति. अधुना प्रश्नः उदेति मृजेः इति मृजधातोः कस्य वृद्धिः भवति इति, कस्य स्थाने वृद्धिवर्णः आगच्छति इति प्रश्नः आयाति खलु. स्थाने किम् अस्ति किमिति, केवलं मृजेः इति पूर्णतया वृद्धिः न भवति खलु. तत्र तत्र तदा किं भवति, अस्माकं क्लेशः भवति इति कृत्वा अन्यत् परिभाषासूत्रमस्ति. यत्र किं वदति सूत्रं किं वदति इत्युक्ते, यत्र गुणं वा वृद्धिः वा इति उच्यते सूत्रेषु, तत्र तु केवलम् इकः वर्णस्य एव गुणकार्यं वा वृद्धिकार्यं वा भवितुमर्हति इति. यत्र यत्र गुणं वा वृद्धिः इति निर्दिश्यते तत्र सर्वत्र तु इकवर्णस्य एव स्थाने भवति इति तत्र सूत्रे उक्तमस्ति. इति कृत्वा एव महोदयेन तत्र स्थापितम् इकः इति स्थापितम्. नो चेत् प्रश्नः अत्र मृजेः अङ्गस्य वृद्धिः इति भवति खलु, पूर्णाङ्गस्य वृद्धिः भवति वा इत्यपि संशयः भवति खलु. तथा नास्ति, केवलम् एकः अङ्गः एव भवति इति परिभाषासूत्रम्. धन्यवादः. अग्रे अन्यः पठति वा? मृज् धातुः वेट् अस्ति, अतः मृज् योगः इतव्य इति मृज् लोक पदमं गुणभूत्वा नो बुद्धिभूतवकने मार्ज् मार्जितव्यम् मार्जितव्यः मार्जितव्यं मार्जितव्या इति रूपं. तृच् अस्ति चेत् मार्जितृ मार्जिता केवलं अत्र केवलं मृज् इतव्य सम्यक् न श्रूयते. धातु आदेशस्य विषये भवती पठति अधुना तस्मिन् परिच्छेदः अस्ति. पुनः अग्रे तत्र अन्यत् अपि मृगेर्मृदिः आगच्छति, पुनः तत्र पठितव्यं भगिनि भवती. मृगेर्मृदिः इति उभयत्र स्थलद्वये वर्तते. तत् भवति तु मृजेर्वृद्धिः इति यत्र सामान्य अङ्गकार्यं सामान्य अङ्गकार्यम् इत्यस्मिन् परिच्छेदः अस्ति खलु, तत्र पठति. तत्र तु अधुना वृष वृषति युवर् इन् द डिफ़्रेण्ट् सेक्षन् भगिनि, युवर् युवर् अप् अबव् भगिनि, यत् कम् डौन् ऐ थिङ्क् युव् गो आफ् भगिनि गो आफ् भगिनि. अवगतं चेत् भगिनि देर् आर् टु प्लेसस् वेर् मृजेर् वृद्धि कम्स् इन् मृजेर् वृद्धि कम्स् इन् हियर् दिस् इस् वाट् वेर् रीडिङ्ग् रैट् देर् आर् त्री प्लेसस् हियर् टेक् युवर् रीडिङ्ग् हियर् रैट् whatever I read, I just read this one and what I see in the curriculum is Vraksha Dosha. Kamashan, I'm from Vagnasthi Bhagadin. Bhagadin. Vagnam. I'm Patanam Drishtam Nashaknati, huh? शरद्वये मृज् धातु धातोः अस्ति, एकमस्ति मृजर्वृद्धिः सूत्रमस्ति पूर्वमस्ति, अपि च तस्य पश्चात् अपि अस्ति वृष्टिवर्षे पश्चात् मृज् धातोः भेदति उक्त्वा तत्रापि किमपि लिखितमस्ति तस्य अनन्तरमेव एकादिगणे जाति वा अतिदेशे इति अस्ति. शरद्वये मृज् धातोः विषयमस्ति. एकमस्ति धातोः वृद्धिः, द्वितीयः अस्ति धातुः वृद्धातुः वेट् इति. आम् प्राप्तं वा भगिनि? चित्तवः अहं पठामि अनन्तरं भवती गृहम् आगच्छति. ब्रश ब्रश सृज मृज यज राज ब्राजश्यशां शः इति सूत्रं, तत्तु सुपरिचितसूत्रमस्ति. व्रश ब्रश्च सृज मृज यज राज ब्राज तुक् सहितचकारान्ताः षकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलिपदान्ते च इति सूत्रं न पठनीयं खलु. ब्रश व्रश ब्रश सृज मृज यज राज ब्राजश्यशां शः इति शः जलिपदस्य अन्ते च इति अनुवृत्तिसहितसूत्रम्. मृज् धातुः वेट्, अतः मृज् योगः इतव्य इति रूपम् अपि कल्पनीयम्. अस्तु, तर्हि प्रथमं वयं तु मृज् योगः तृष्ट् मार्ष्टा मार्ष्टु मार्ष्टव्यम् इति कृतवन्तः. वेट् अस्ति इति कृत्वा इडादिपक्षः अपि अस्ति इति कृत्वा अत्र तु किम् अस्ति अत्र तत्र इडागमः भवति तस्मिन् पक्षे अपि वृद्धिकार्यं करणीयं अत्रापि वृद्धिकार्यं किन्तु प्रत्ययः अजादिः इति हलन्तसन्ध्यवसरो नास्ति हलन्तसन्धेः अवसरः नास्ति तदा तु मार्जितव्य इति भवति मार्जितव्यं मार्जितुं मार्जिता इति अग्रे पठति वा भगिनि कुटादिगणीयदातवः अतिदेशः इति अस्ति भगिनि तत् तस्य पूर्वं यत् वश्य सजम शशांशः झलि पदस्य अन्ते च यदस्ति मया पृष्टं भवत्या झलिपरे या पदस्य अन्ते आम् अत्र समाहारः अस्ति भगिनि च इत्यनेन जल् एण्ड् इति अर्थः अस्ति एण्ड् पदस्य अच्छा अपि च मया प्रश्नं प्रेषितमस्ति चाट् मध्ये भवत्या चिष्णु धातुवां युवरिवङ्गवति सूत्रमस्ति तस्मिन् परिच्छेदे श्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः परिभाषा इति परिभाषया तदन्तविधिः अत्र प्रत्ययग्रहणे तदन्ताग्राह्याः इत्युक्ते किम् अस्तु भगिनि अत्र सूत्रे श्नु इति दत्तमस्ति खलु श्नु इति दत्तमस्ति इत्युक्ते श्नु इति षष्ट्यन्तमस्ति खलु श्नु धातु ब्रुवाम् इति षष्ठी विभक्तिः अस्ति इत्युक्ते श्नु इत्यस्य स्थानी भवति श्नु तदा प्रश्नः आयाति श्नु इत्यस्य प्रत्ययस्य स्थाने भवति वा यङ् उङ्गादेशः इति प्रश्नः जायते खलु तदा किं वदति परिभाषासूत्रं श्नु इति प्रत्ययस्य स्थाने इति नास्ति किन्तु येषाम् अङ्ग अन्ते श्नु प्रत्ययः अस्ति तादृश अङ्गम् इति अस्तु अस्तु केवलं ग्रहणे यत्र यत्र प्रत्ययस्य ग्रहणं भवति श्नु इति प्रत्ययग्रहणमपि अत्र कृतं तदा तु तद् इत्युक्ते श्नु प्रत्ययं तदन्ताः इत्युक्ते श्नु अन्ते येषां ते ग्राह्याः भवन्ति तेषां ग्रहणं भवति येषाम् अन्ते श्नु प्रत्ययः अस्ति तदेव ग्राह्यं पूर्णते अङ्गस्य ग्रहणं भवति श्नुयुक्त अङ्गस्य पूर्णते अस्तु अस्तु अस्तु स्वादिगण्यधातुः अपि न चिन्नु चिर्योगनु या शक्युरनु शक्नु अन्ति इति प्रथमपुरुषे बहुवचने अन्ति प्रत्ययः अस्ति अचि परे इदानीं श्नु धातु अङ्गं तर्हि प्रत्यय अन्ते अस्ति श्नु साधु शकारस्य लोपः भवति नु इति भवति सो शक्नु चिन्नु तत्र उकार उवङ्ग आदेशः भवति अकि उवङ्ग आदेशः तु अवगतं मम श्नु इति प्रत्यय अन्ते इति हा प्रत्ययग्रहणे तदन्ताग्राह्याः इत्युक्ते किं तदेव प्रश्नः इत्युक्ते यत्र कुत्रापि श्नुप्रत्ययः अस्ति कस्यापि पदस्य अन्ते यदि श्नुप्रत्ययः अस्ति तत्र पूर्वपदं ग्राह्यमिति वा पूर्वपदं न अस्य अन्तं ग्रहणम् अन्त उनु इति तत्र अन्तग्रहण अलोन्त्यनेन उकार एव ग्रहणं भवति अहं चिन्तितवती शक्नु इति अस्ति खलु शक्नु इति पूर्णतया गृहीत्वा अनन्तरम् अलोन्तस्य इत्यनेन तत्र उकारस्य स्थाने इति भवति खलु तदा तु अत्र प्रत्ययस्य यथा भवति सामान्यतया वयं ग्रहणस्य विषये वयं येन विधिस्तदन्तस्य इति स्वीकुर्मः खलु सामान्यतया उदाहरणार्थं किम् अस्ति अत्र अस्मिन्नेव सूत्रे युवोर् धातोः इति अस्ति युवोर् धातोः इत्यनेन इकारान्त उकारान्तधातोः ग्रहणम् इति वयं कथं जानीमः येन विधिस्तदन्तस्य इति पुनः प्रश्नः आगच्छति कस्य स्थाने आदेशः भवति तदर्थम् अलोन्तस्य इति सूत्रम् आगच्छति तथा एव येन विधिस्तदन्तस्य वयं श्नु यस्य अन्ते अस्ति इति स्वीकुर्मः चेत् शक्नु इत्यस्मिन् शकारः नास्ति श्नु इति प्रत्ययः अस्ति साक्षात् श्नु अन्तस्य इति भवति खलु तथा नास्ति श्नु इति प्रत्ययः अङ्गस्य इति एव भवति, इत्युक्ते शकारस्य लोपं भूत्वा शक्नु इति अङ्गं भवति. तदा येन विदति विधिस्तदन्तस्य इत्यस्य इक्वलेण्ट् अस्ति. वेरि यु डोण्ट् एक्साक्ट्लि हेव् अ श्नु देर् शक्नु इत्यस्मिन्, किन्तु श्नु प्रत्ययः अन्तर्भूतम् अस्ति खलु. तर्हि तादृश अन्तर्भूतस्य अङ्गस्य श्नु प्रत्ययस्य अन्तर्भूतस्य अङ्गस्य इति अर्थः. पुनः अल्लोन्तस्य इति आगत्य तस्य उकारस्य अन्तिम उकारस्य स्थाने उवङ्गादेशः भवति. अस्तु, धन्यवादः भगिनि. क्षम्यताम् अरुणा भगिनी, पठति वा भगिनि? कुटादिगणीयदातवः अतिदेशः इति भवत्याः क्रमः इति मन्ये. कुटादिगणीयदातवः अतिदेशः, केनचित् अतिदेशसूत्रेण एते त्रयप्रत्ययाः निद्वत् भवति चेत् गुणकाय निषेध्यते. एते त्रयप्रत्ययः निद्वत् चेत् किमिति च सूत्रेण गुणनिषेधः प्राप्यते. वयं कुटादिगणीय सर्वे सुधादिगणीयदातवः सन्ति, अन्तर्भूतः अस्ति अत्र सूत्रं कुटादिभ्यः काङ्कुटादिभ्यः नी नी निति इति सूत्रेण गुणनिश्चित कृत्वत् भवति. गुणनिषेधः किन्निति च सूत्रेण गुणनिषेधः भवति. भगिनि किञ्चित् च पठामि भगिनि न अग्रे किञ्चित् च यः प्रत्ययः गित् चित् अथवा नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्व तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणवावृद्धिः भवति, सा गुणावृद्धिः न भवति. अनुवृत्तिसहितसूत्रं किञ्चित् च इकः गुणवृद्धिः न किञ्चित्तेन अत्र प्रत्यय कित् यित् कित् अथवा नित् प्रत्यय अस्ति चेत् इक् स्थाने गुणः वा वृद्धिः वा न भवति. पठामि भगिनि. कुटादिभ्यः धातवः अपि च विज् धातुः आहत्य षष्टत्रिंशत्तमं धातुभ्यः एते त्रयः प्रत्ययाः पर्यत्तमुत्सृष्टिः चेत् निद्वत् भवन्ति इति कारणतः चिन्तितेन गुणः निषिध्यते. विहाय भगिनि कुटादिगणे धातवः अस्ति चेत् तव्य तुमुन् तृच् प्रत्ययपदे अस्ति चेत् निद्वत् भवति, अतः किञ्चित् चतुत्रे गुणनिषेधः भवति. गुणादिव्य गुणादिगणस्य गुणशब्दस्य नु धातुः स्वीकृत्य अथ इगन्तधातुः नु योगः इतव्य सारुधातुक आर्धधातुकयोः गुणभूत्वा नो भवति न भवति. गुण गाङ्कुटादिभ्यो नीमि इति सूत्रेण भिन्नप्रत्ययः अस्ति तद्यात् तृच् ततः किं अत्यधे सूत्रमस्ति निद्वत् भवति इति ततः गुणः न भवति नु इतव्य अत्र अचिष्णुधातु वाम् इवोर् युवङ् युवङ्गौ धातो इयङ् इति सूत्रेण इकारस्य स्थाने उकारधातुभ्यः अङ्गस्य इकस्य स्थाने क्रमेण इयङ् इयङ् अस्ति चेत् अयम् उवङ् आदेश्य भवति अतः नुवितव्यम् इति रूपं भवति नुवितव्यं नुवितव्यः नुवितव्या तुमुनत्र अत्रापि गुणनिषेधः भूत्वा नुवितुं तृच् अस्ति चेत् नुवितृ नुवित्रा नुवित्री नुवित्रं नुवितृ त्रिषुलिङ्गेषु भवति पठामि भगिनि अकुटादिगणस्य अन्यसदस्याः अत्र दीयन्ते उपरितनम् उदाहरणं दृष्ट्वा इमानि रूपाणि साधयन्तु धू धातु इतव्य गुणनिषेधः भूत्वा गाकुटादिभ्यः सूत्रेण तु योगः उक्तव्य अचिष्णुधातु विसूत्रेण इकारस्थाने ए आगच्छति दुवितं भवति इति अहं भगिनि दुवितं दुवितव्य इति दुवितृ दुवित्रा दुवित्री दुवित् इति कृतं गु अपि तद् पठामि भगिनि गु अपि अत्र गोकार अङ्के अस्ति अजन्तदातु अजन्तदातु भगिनि इदागमन भवति सव्य महोदय उक्तवान् उपरि यदि कुटादिगण तत्र सम्यक् लिखितमस्ति अत्र दोषः अस्ति गो को तत्र केवलं शव्यतुं भवेत् कारण कि केवलं शत धातव यूरु नु शु शृणु स्नु एते विहाय सर्वे उकारान्त धातव अन्यतः इति भवेत् बट् गुदातु हर्षो उकार प्रकृते अनेट् अस्ति वा अनेट् केवलं षड् धातु षट् धातव चेतः धू अपि अस्ति न धू नास्ति वा धू इति दीर्घ उकारान्त सर्वे किं करणीयं भगिनि? किं करणीयं? आवली वदामः न, समयः किञ्चित् नास्ति, किञ्चित् तावत् यावत् शक्यते तावत् कुर्मः वा तत्र तत्र कारान्तानां मया न अहं न आसं तस्मिन् समये तदा तद्वारा कुर्मः वा शकारान्तः तालव्या तथा ततः आरभ्य तालव्यशकारः वदामि दिश् दिश् विष् लिश् रिश् खादु दिश् देष्टा देष्टुं देष्टव्यं देष्टव्यं साधु रिश् रेष्टा रेष्टव्यं रेष्टितुं रेष्टुं लिश् लेष्टा लेष्टुं लेष्टव्यं विश् वेष्टा वेष्टुं वेष्टव्यं तदनन्तरम् आगच्छन्ति उदुपददृष्टकारान्त ते भवन्ति कृष् रुष् क्रोष्टा क्रोष्टव्यं क्रोष्ट क्रोष्टुं रुष् रोष्टा रोष्टव्यं रोष्टुं ऋदुपदशकारान्त धातव भवन्ति दृश् द्रष्टा द्रष्टव्यं द्रष्टुं स्पर्श स्पष्टा स्पष्टव्यं स्पष्टव्यं रूपं द्वयं भवति स्पष्टापि सप्ष्टा सप्तं सप्तव्यं मर्श् मष्टा मष्टव्यं मष्टव्यं मष्टा मष्टुं मष्टव्यं दंश् दंष्टा दष्टुं दष्टव्यम् इति तदनन्तरं मूर्धन्यशकार त्विष् त्वेष्टा त्वेष्टुं त्वेष्टव्यं द्विष् द्वेष्टा द्वेष्टुं द्वेष्टव्यं त्विष् द्विष् पिष् पेष्टा पेष्टुं पेष्टव्यं विष् वेष्टा वेष्टुं निमिषं दिश् कृत्वा शकारान्तः कृत्वा सर्वेपि कृत्वा गृहीतामः वा? अस्तु तर्हि अहं वदामि किम्, अहं मूर्धन्यशकारान्तधातु वदामि त्विष् द्विष् पिष् द्विष् शिष् न, अहं चिन्तितवती दिश् एव पुनः कुर्मः वा इति न वा? अस्तु तालव्यशकारान्त अस्तु भगिनि, समीचीनं हा दिश् रिष् विश् शिष् दिश् दीरिलि दिश् रिष् लिश् विश् चत्वारः सन्ति, दिश् देष्टा देष्टुं वेष्टव्यं, रिष् रेष्टा रेष्टुं वेष्टव्यं, लिश् लेष्टा लेष्टुं वेष्टव्यं, विश् वेष्टा वेष्टुं वेष्टव्यं, कृष् रुष् क्रोष्टा क्रोष्टुं क्रोष्टव्यं, रुष् कृष् रुष् रोष्टा रोष्टुं रोष्टव्यं, पश्चात् स्पृश् स्पृष्टा स्पृष्टुं स्पृष्टव्यं, स्पर्ष्टा स्पर्ष्टुं स्पृष्टव्यम् अपि अस्ति इति मन्ये, अपि च दृश् दृष्टा द्रष्टुं द्रष्टव्यं, मृश् मृष्टा मृष्टुं मृष्टव्यं, मर्ष्टा मर्ष्टुं मर्ष्टव्यं, स्पृश् मृश् दृश्य अपि च दंश् दंष्टा दंष्टुं दंष्टव्यं। भगिनी भवति किम्? अरुणा भगिनी वक्तुम् इच्छति वा? इतोपि मम समयः तालव्यः दिश् दिश् विश् लिश् विश् देष्टा देष्टुं देष्टव्यं, विश् रेष्टा रेष्टुं रेष्टव्यं, लिच् लोष्टा लोष्टुं लोष्टव्यं, विष् वेष्टा वेष्टुं वेष्टव्यं, रुष् रोष्टा रोष्टुं रोष्टव्यम्। उकारान्तदातः उदुपदातः कृष् दृष् कृष् क्रोष्टा क्रोष्टुं क्रोष्टव्यं, दृष् द्रष्टा द्रष्टुं द्रष्टव्यं, मृष् धातुः रूपद्वयमध्ये ष्टव्यं नष्टव्यं, स्पृश् अत्रापि रूपद्वयं स्पष्टा स्पष्टुं स्पष्टव्यं, स्पष्टा स्पष्टुं स्पष्टव्यं, दंस् दंष्टा दंष्टुं दंष्टव्यम्। साधु भगिनि. क्षम्यता, म्यूट् मध्ये वदन्ति अस्मि, वदामि क्षम्यतां इति दिश्यति, तत्र दिशति आदिशति इति यथा अस्ति तथा तथा सा तद्धातु सः धातुः अस्ति. तर्हि देष्टा देष्टं देष्टव्यम् इति, तदनन्तरं दिश्य विश्य इति अस्ति, विश्यति प्रवेशने इति अस्ति, तत्र तु वेष्टा वेष्टं वेष्टव्यं. रिष्यति रिष्यति हिंसायाम् इति मन्ये, तत्र रेष्टा रेष्टं रेष्टव्यं. लिष्यति अल्पीभावे इति, अल्पं करोमि कुर्मः इति लिष्यति. लेष्टा लेष्टं रेष्टव्यं. तदनन्तरम् अस्ति रुष्य कृष्यति, रुष् इत्यस्य किं भवति पुनः हिंसायाम् इति वा मन्ये, रोष्टा रोष्टं रोष्टव्यम् इति. कृष् इति आह्वाने, अनन्तरं क्रन्दने इति भवति खलु, तत्र रोदने इति, तदा तु क्रोष्टा क्रोष्टं क्रोष्टव्यं. तदनन्तरं ऋकारान्ता ऋदुपदाः सन्ति, दृश्य दृश्य इति प्रेक्षणे इति, ईक्षणं दर्शनमिति पश्यन्ति इति, तथा द्रष्टा द्रष्टुं द्रष्टव्यम् इति. मृष्यति मृष्यति स्पर्शनमिति भवति इति मन्ये, स्पर्शति मृष्यति उभयमपि समानार्थः इति मन्ये. मृष्यति मार्श् मृष्टा मृष्टुं मृष्टव्यं. तदनन्तरं स्पर्शति अस्य स्पर्ष्टा स्पर्ष्टुं स्पर्ष्टव्यं, स्पृष्टा स्पृष्टुं क्षम्यतां स्पर्ष्टा स्पर्ष्टुं स्पर्ष्टव्यम् इति भवति. तदनन्तरं क्षम्यता मार्श् इत्यस्यपि तथा एव, मार्ष्टा मर्ष्टा मर्ष्टुं मर्ष्टव्यम्, अनन्तरं मृष्टा मृष्टुं मृष्टव्यम् इति भवति. तदनन्तरं दंश् इति दशने इति, दंष्टा दंष्टुं दंष्टव्यम् इति भवति. मूर्धन्य शकार क्विष् क्वेष्टा क्वेष्टुं तेष्टव्यं, द्विष् द्वेष्टा देष्टुं तेष्टव्यं, पिष् पेष्टा पेष्टुं तेष्टव्यं, विष् वेष्टा वेष्टुं वेष्टव्यं, श्लिष् श्लेष्टा श्लेष्टुं शेष्टव्यं, शिष् शेष्टा शेष्टुं शेष्टव्यं, तुष् तोष्टा तोष्टुं तोष्टव्यं, पुष् पोष्टा पोष्टुं पोष्टव्यं, दुष् दोष्टा दोष्टुं दोष्टव्यं, शुष् शोष्टा शोष्टुं शोष्टव्यं, कृष् कष्टा कष्टुं कष्टव्यं, कष्टा कष्टुं कष्टव्यम् इति. साधु अहं वदामि, त्विष् द्विष् फिष् विष् त्वेष्टा त्वेष्टुं त्वेष्टव्यं, फिष् द्विष् द्वेष्टा द्वेष्टुं द्वेष्टव्यं, फिष् पेष्टा पेष्टुं त्वेष्टव्यं, विष् वेष्टा वेष्टुं वेष्टव्यम्. अपरं शिष्य विश्लिष् श्लेष्टा श्लेष्टुं श्लेष्टव्यं, श्लेष्टा श्लेष्टुं श्लेष्टव्यं, तुष् दुष्पुष् तोष्टा दोष्टुं दोष्टव्यं, पोष्टा पोष्टुं पोष्टव्यं, दोष् तुष् दुष्पुष् तुष् तोष्टा दुष् दोष्टा पुष् पोष्टा, शुष् शोष्टा शोष्टुं शोष्टव्यं, कृष् कृष् कृष्टा कृष्टुं कृष्टव्यं, कर्ष्टा कर्ष्टुं कर्ष्टव्यं. भगिनि आं भगिनि, मूर्धन्यषकार धातवः, त्विष् द्विष् फिष् विष् शिष् स्लिष्, त्विष् त्वेष्टा त्वेष्टुं तेष्टव्यं स्थेतव्यं, द्विष् द्वेष्टा द्वेष्टुं द्वेष्टव्यं, फिष् पेष्टा पेष्टुं पेष्टव्यं, विष् वेष्टा वेष्टुं वेष्टव्यं, शिष् शेष्टा शेष्टुं शेष्टव्यं, श्लिष् अपि श्लेष्टा श्लेष्टुं श्लेष्टव्यं, उकार उदुपदा धातवः तुष् दुष् पुष् शुष् तुष् तोष्ट तोष्टुं तोष्टव्यं दुष् दोष्टा दोष्टुं दोष्टव्यं पुष् पोष्टा पोष्टुं पोष्टव्यं शुष् शोष्टा श्रोष्टुं श्रोष्टव्यं कुष् धातु रूपद्वयमस्ति कष्ट कष्टुं कष्टव्यं वा कष्ट कष्टुं कष्टव्यम् तिष्यति दीप्तौ इति तत्र भवति त्वेष्टा त्वेष्टुं त्वेष्टव्यं तदनन्तरं द्विष्यति द्विष्यति अप्रीतौ इति द्वेष्टा द्वेष्टुं द्वेष्टव्यं तदनन्तरं द्विष्य तत्र पिष्यति पिष्यति सञ्चूरणे इति मन्ये त्वेष्टा पेष्टुं त्वेष्टव्यं दिष्यति व्याप्तौ इति चेष्टा वेष्टुं वेष्टव्यं तदनन्तरं शिष्यति किमस्ति शेषणम् इति शेषणे इति तत्र श्रेष्ठा श्रेष्ठुं श्रेष्टव्यं तदनन्तरं श्लिष्यति श्लेष्ठा श्लेष्टुं श्रेष्टव्यं श्लिष्य किमस्ति शिष्य श्लिष्य तुष् तुष् तोष्टा तोष्टुं तोष्टव्यं तदनन्तरं शुष्य शुष्य इति क्षम्यतां दुष्य दुष्य पुष्य शुष्य दुष् इति किम् अस्ति वैकृत्ये इति वैकृत्ये इति दोष्टा दोष्टुं दोष्टव्यं पुष्य इति विभागे इति तोष्टा पुष्टुं तोष्टव्यं तदनन्तरं दुष्य पुष्य शुष्य इति शोचने इति श्रोष्टा श्रोष्टुं श्रोष्टव्यं तदनन्तरं कृष्यति कष्टा कष्टुं कष्टव्यं नो चेत् कष्टा कष्टुं कष्टव्यम् अग्रे बस् हकारान्तः सकारान्तः हकारान्तः इति उक्त्वा समापयामः वा गस्तव्यं ग्वस् वस्ता वस्तुं वस्तव्यं हकारान्त दातव दः दग्धा दग्धुं दग्धव्यं दिः देग्धा देग्धुं देग्धव्यं दुः दोग्धा दोग्धुं देग्धव्यं निः मेधा मेधुं मेधव्यं लिः लेधा लेधुं लेधव्यं रुः रोढा रोढुं रोढव्यं वः वोढा वोढुं वोढव्यं नः नद्धा नद्धुं नद्धव्यम् हकारं दातव दः धातु दग्धा दग्धुं दग्धव्यं दिह् देह् दग्धुं दग्धव्यं निः मेधा मेधुं मेधव्यं लिह् लेधा लेधुं लेधव्यं दुः दोग्धा दोग्धुं दोग्धव्यं रुः रोढा रोढुं रोढव्यं वः वोढा वोढुं वोढव्यं नः नद्धा नद्धुं नद्धव्यम् अहं वदामि भगिनि दः वः नः दिः मिः लिः दुः रुः दः वः न दः दग्धा दग्धुं दग्धव्यं वः वोढा वोढुं वोढव्यं दहवहनः नद्धा नद्धुं नद्धव्यं देह मेह लिह् देग्धा देग्धुं देग्धव्यं लिहि लेढा लेढुं लेधव्यं देह लिह मेह मेढा मेढुं मेधव्यं दुह रुह दोग्धा दोग्धुं दोग्धव्यं रोढा रोढुं रोढव्यम् तत्र नः उक्तवती खलु नहवः न इति प्रथममेव मया उक्तम् अहं करोमि बस् निवासे इति वस्तावस्तुं वस्त्यं तदनन्तरं घस् इति अदने इति गस्तागस्तुं वक्तव्यं तदनन्तरं दह् भस्मीकरणे इति दग्धादन्तं दद्धव्यं दह् दिग् दिह् इति उपचये इति दिग्धा दिग्धुं दद्धव्यं तदनन्तरं दह् दिह् दुह् इति प्रपूरणे इति दोग्धा दोग्धुं दद्धव्यम् इति तदनन्तरं मिह् इति सेचने इति तत्र भवति मेढा मेढुं मेढुम् इति रुह् रुह् इति तत्र प्रादुर्भावे इति मोडा मोडुं मोडव्यं श्रुतं रुह् खलु रुः भवति रोडा रोडुं मोडव्यं लिश् इति आस्वादने इति लोडा लोडुं मोडव्यं तदनन्तरं तदनन्तरं नह् वह् नह् वह् इति ओडा ओडुं ओडा ओडुं मोडव्यम् तदनन्तरं नह् इति नद्धा नद्धुं नद्धव्यम् इति पुनः अग्रिमे सप्ताहे समयः अभवत् भगिनि भगिनि कथं जानाति अर्थम् अहं तु तत्र लिङ्क् मध्ये स्थापितवती भगिनि तद् पठित्वा एव अहम् अग्रे वदामि अहं तु मम मनसि सर्वं स्मरणे नास्ति भवन्तः यदा वदन्ति तदा पुनः अहं पठामि अहं तु विस्मरामि मम तु तावद् अहं तत्र मङ्गलवासरस्य वर्गं न आगच्छामि खलु मम तु अभ्यासः न जातः एव तदर्थमेव पुनः प्रार्थयामि अत्रापि वयं कुर्मः इति अहमेव अलसा अस्मि कदाचित् अहमेव त्यजामः न इति उक्त्वा गच्छामि किन्तु इति कर्तुं शक्यते मामपि द्वे दादवः अग्रिमे सप्ताहे वे दातवः कुर्मः धन्यवादः भगिनि धन्यवादः शुभरात्रिः शुभरात्रिः